सप्तमः खण्डः अथ ये सम्प्रदादो अस्मात् शरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेण अभिनिष्पद्यते येष आत्मेति होवाच एतदमृतम् अभयम् एतद्ब्रह्म इत्युक्तम्। तत्र कोऽसौ सम्प्रसादः, कथं वा तस्य अधिगमः? यथा सः अस्मात् शरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेण अभिनिष्पद्यते, येन स्वरूपेण अभिनिष्पद्यते स किं लक्षणः आत्मा? सम्प्रसादस्य च देहसम्बन्धीनि पररूपाणि, ततो यद् अन्यत् कथं स्वरूपम् इति एते अर्थः वक्तव्यः इति उत्तरग्रन्थः आरभ्यते। आख्यायिका तु विद्याग्रहणसम्प्रदानविधिप्रदर्शनार्थ विद्यास्तुत्यर्थश्च राजसेवितं पानीयम् इति वत्। यात्मा वदपाप्मा विजरो विमृत्यो विशोको विजिगत्सो अविपासः सत्यकामः सत्यसङ्कल्पः सो अन्वेष्टव्यः सविज्ञातव्यः स सर्वांश्च लोकान् आप्नोति सर्वांशकामानि हस्तम् आत्मानम् अनुविद्य विजानातीतिह प्रजापतिर्वाच। यात्मा अपहतपाप्मा विजरो विमृत्यो विशोको विजिगत्सो अविपासः सत्यकामः सत्यसङ्कल्पः यस्य उपासनाया उपलब्ध्यर्थं हृदयपुण्डरीकम् अभिहितम्, यस्मिन् कामाः समाहिताः सत्याः अनुसापिधानाः, यदुपासनसहभावि ब्रह्मचर्यं साधनमुक्तम्, उपासनफलभूतकामप्रतिपत्ये च मूर्धन्यनाड्य गतिः अभीत, सः अन्वेष्टव्यः शास्त्राचार्योपदेशैः ज्ञातव्यः, स विशेषेण ज्ञातुम् इष्टव्यः विजिज्ञास्तव्यः स्वसंवेद्यताम् आपादयितव्यः। किं तस्य अन्वेषणात् विजिज्ञासनाच्च स्यादिति उच्यते, स सर्वांश्च लोकान् आप्नोति सर्वांश्च काम, यः तम् आत्मानम् यथोक्तेन प्रकारेण शास्त्राचार्योपदेशेन अन्विष्य विजानाति स्वसंवेद्यताम् आपादयति, तस्य एतत्सर्वलोककामवाप्तिः सर्वात्मता फलं भवति इति यः किल प्रजापतिर्वाच। अन्वेष्टव्यः विजिज्ञास्तव्यः इति च एष नियमविधिरेव न पूर्वविधि, एवम् अन्वेष्टव्यो विजिज्ञास्तव्यः इत्यर्थः। दृष्टार्थत्वात् अन्वेषणविजिज्ञासनीयो दृष्टार्थत्वं च दर्शयिष्यति नाहमत्र भोग्यं पश्यामि इति अनेन असकृत्। पररूपेण च देहाधर्मैः अवगम्यमानस्य आत्मनः स्वरूपाधिगमे विपरीताधिगमनिवृत्तिः दृष्टं फलमिति नियमार्थता एव अस्य विधेः युक्त, न तु अग्निहोत्रादीनामिव अपूर्वविधित्वम् इह सम्भवति। तद्भवये देवासुरानुभूतिरेतेह ऊचु हन्त तम् आत्मानमन्विच्छाम, यम् आत्मानमन्विष्य सर्वांशलोकान् आप्नोति सर्वांशकामान् इति इन्द्रो हैव देवानाम् अभिप्रव्राज उचनोऽसुराणां तौह असंविधानं वेव समित्पाणि प्रजापतिसकाशमाजग्मधोम्। तद् उभये इत्यादि आख्यायिकप्रयोजनमुक्तं, तद्ध किल प्रजापतेः वचनम् उभये देव असुराः देवाश्च असुराश्च देवासुराः अनु परम्परागतं स्वकर्णगोचरापन्नमनुबुभुधिरे अनुबुद्धवन्तः, ते च एतत् प्रजापतिवचो बुद्ध्वा किम् अकुर्वन् इति उच्यते, तेह ऊचुः उक्तवन्तः अन्योन्यं देवः स्वपरिषदि असुराश्च, हन्त यदि अनुमतिः भवतां प्रजापतिना उक्तं तम् आत्मानम् अन्विच्छामः अन्वेषणं कुर्मः, यम् आत्मानम् अन्विष्य सर्वांश्च लोकान् आप्नोति सर्वांश्च काम इत्युक्त्वा इन्द्रः ह एव राजा इव स्वयं देवानां इतरान् देवांश्च भोगपरिच्छदं च सर्वं स्थापयित्वा शरीरमात्रेणैव प्रजापतिं प्रति अभिप्रव्राज प्रगतवः, तदा विरोचनः असुरान् विनयेन गुरवः अभिगन्तव्यः इति एतद् दर्शयति। त्रैलोक्यराज्योच्च गुरुतरा विद्या इति, यतः देवासुरराजौ महारभोगार्हौ सन्तौ तदा गुरुम् अभ्युपगतवन्तौ, तौः किल असंविधानमेव अन्योन्यं संविधम् अकुर्वाणां विद्यापणं प्रति अन्योन्यम् येषां दर्शयन्तौ समित्पाणि समित्पारहस्तौ प्रजापतिसकाशम् आगन्तुः आगतवन्तौ। तौ ह द्वा त्रिंशतं वर्षाणि ब्रह्मचर्यं मूषतुः, तौ ह प्रजापतिर्वाच किम् इच्छन्तौ अवास्तमिति, तौ ह ऊचतुः य आत्मा वदपाप्मा विजरो विमृत्यो विशोको विजिगत्स्वविपासः सत्यकामः सत्यसङ्कल्पम् सोऽन्वेष्टव्यः स विजिज्ञास्तव्यः स सर्वांश्च लोकान् आप्नोति सर्वांश्च कामानि हस्तम् आत्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तम् इच्छन्तौ अवास्तमिति। तौ गत्वा द्वात्रिंशतं वर्षाणि शुश्रूषपरौ भूत्वा ब्रह्मचर्यं मूषतुः उचितवन्तौ, अभिप्रायज्ञां प्रजापतिः हिता उवाच किम् इच्छन्तौ किं प्रयोजनम् अभिप्रेत्य इच्छन्तौ वास्तवं मुषितवन्तौ यामिति इत्युक्तौ तौ उचितहुं ये आत्मा इत्यादि भगवतो वचो वेदयन्ति शिष्टाः अतः तम् आत्मानं ज्ञातुमिच्छन्तौ वास्तवमिति यद्यपि प्राक् प्रजापतेः समीपागमनात् अन्योन्यम् ईर्ष्यायुक्तौ अभूतं तथापि विद्याप्राप्तिप्रयोजनगौरव त्यक्तरागद्वेषमोह ईर्ष्यादोषौ एव भूत्वा ऊषतुः ब्रह्मचर्यं प्रजापत तेन इदं प्रख्यापितम् आत्मविद्यागौरवम् तव प्रजापतिर्वाच येषु अक्षिणपुरुषो दृश्यता येषु आत्मीति उवाच ये तदन्तमभयम् एतद्ब्रह्म इति अथ योऽयं भगवो अप्सु परिख्यायते यश्च इमादश्च कथमयेष इति येषु एव येषु सर्वेषु अन्तेषु परिख्यायते इति उवाच तौ एवं तपस्विनं शुद्धकर्मसु योग्य उपलक्ष्य प्रजापतिर्वाच येषु अक्षिणपुरुषः निवृत्तचक्षुर्भिः मृदितकषायैः दृश्यते योगिभिः दृष्टा येष आत्मा अवतपाप्मादिगुणः यम् अवोचं पुराहं यद्विज्ञानात् सर्वलोकामवाप्तिः एतदन्तं भूमाख्यम् अत एव अभयम् अत एव ब्रह्म वृद्धतममिति अथ एतत् प्रजापतिना उक्तम् अक्षिणीपुरुषो दृश्यते इति वचः श्रुत्वा छायारूपं पुरुषं जगृहत् गृहीत्वा च दृढीकरणाय प्रजापतिं पृष्टवन्तौ अथ योऽयं हे भगवः अप्सु परिख्यायते परिसमता ज्ञायते यश्च इयम् आदर्श आत्मनः प्रतिबिम्बाकारः परिख्यायते खड्गादौ च कथम् एष येषां भगवद्भिः उक्तः किं वा एक एव सर्वेषु इति एवं पृष्टा प्रजापतिर्वाच येषु एव यः चक्षुः दृष्टा मया उक्त इति एतन्मनसि कृत्वा ये सर्वेषु अन्तेषु मध्येषु परिख्यायते इति ह उवाच ननु कथं युक्तं शिष्ययोः विपरीतग्रहणम् अनुज्ञातुं प्रजापते विगतदोषस्य आचार्यस्ततः सत्यमेवं न अनुज्ञातम् कथम् आत्मनि अध्यारोपितपाण्डित्यमहत्त्वबोधृत्वौ हि इन्द्रविरोचनं तथैव च प्रतितौ लोके तौ यदि प्रजापतिना मूढौ युवां विपरीतग्राहिणौ इत्युक्तौ स्यातां ततः तयोः चित्ते दुःखं स्यात् तज्जनिताच्च चित्त अवसादात् पुनः प्रश्नश्रवणग्रहण अवधारणं प्रति उत्साहविघातः स्यात् अतो रक्षणीयौ शिष्यौ इति मन्यते प्रजापति गृह्णीतां तावत् तदुदयशरावदृष्टान्तेन अपनेष्यामि इति च ननु न युक्तं येषौ एव इति अनृतं वक्तुं न च अनृतम् उक्तं कथम् आत्मना उक्तः अक्षिपुरुषः मनसि सन्निहिततरः शिष्यगृहीतः तु छायात्मनः सर्वेषां च अभ्यन्तरः सर्वान्तरः इति श्रुते तमेव अवोचतु येषौ एव इति अतो न अनृतम् उक्तं प्रजापति इति सप्तमखण्डभाष्यम् अष्टमखण्डः तथा च तयोः विपरीतग्रहणनिवृत्त्यर्थं हि आह उदशरावात्मानमपेक्षया यदात्मनो न विजानीतः तन्मे प्रणूतमिति तौह उदशराव्यपेक्षां चक्राथिं तौह प्रजापतिर्वाच किं पश्यत इति तौह ऊचतुः सर्वमेविदम् आवां भगवात्मानं पश्य वानोभ्यः वानकेभ्यः प्रतिरूपमिति उदशरावे उदकपूर्णे शरावादौ आत्मानमपेक्ष्य अनन्तरं यत्तत्र आत्मानं पश्यन्तौ न विजानीतः तन्मे मम प्रभूतम् आचक्षीयथ इत्युक्तौ तौ तथैव उदशरावे अपेक्षां चक्राते अपेक्षां चक्रतु तथा कृतवन्तौ तौ प्रजापतिर्वाच किं पश्यतः इति ननु तन्मे प्रभूतमिति उक्ताभ्याम् उदशरावे अपेक्षं कृत्वा प्रजापतिः न निवेदितम् इदम् आवाभ्यां न विदितमिति अनिवेदिते च अज्ञानहेतोः प्रजापतिर्वाच किं पश्यत इति तत्र कोऽभिप्रायः इति उच्यते नैव तयोः इदम् आवयोः अविदितम् इति आशङ्का अभूत् छायात्मनि आत्मप्रत्ययो निश्चित एव आसीत् येन वक्ष्यते तौ प्रशान्तहृदयो प्रव्रजतु इति न हि अनिश्चिते अभिप्रेतार्थे प्रशान्तहृदयत्वम् उत्पद्यते तेन न ऊचतुः इदम् आवाभ्यम् अविदितमिति विपरीतग्राहिणौ च शिष्यौ अनुपेक्षणीयौ इति स्वयमेव पप्रच्छ किं पश्यतः इति विपरीतनिश्चय अपनयाय च वक्ष्यति साद्वलं कृतौ इत्येमति तौ उचतुः सर्वमेव इदम् आवां भगवः आत्मानं पश्यावः आलोमभ्यः अनखेभ्यः प्रतिरूपमिति यथैव आवां हि भगवः लोमनखादिमन्तो स्वहम् एवमेव इदं लोमनखादिसहितम् आवयोः प्रतिरूपं दुशराव पश्यावः इति तव प्रजापतिर्वाचा सद्वलङ्कृतौ सौ वसनौ परिष्कृतौ भूत्वा उदुशरावे अवेक्षेतामिति तौह साद्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वा उदुशरावेम् अवेक्षाञ्चक्राते तव प्रजापतिर्वाच किं पश्यत इति तौह पुनः प्रजापतिर्वाच छायात्मनिश्चय अभिनयाय साद्वलङ्कृतौ यथा स्वगृहे सुवसनौ महारवस्त्रपरिधानौ परिष्कृतौ छिन्नलोमनकौ च भूत्वा उदुशरावे पुनः इक्षेतामिति इह च न आदिदेश यदज्ञातं तन्मे प्रभूतमिति कथं पुनः अनेन साद्वलङ्कारादिकृत्वा उदुशरावे अवेक्षणेन तयोः छायात्मग्रहो अपनीतस्य साद्वलङ्कार सुवसनादीनाम् आगन्तुकानां छायाकर्तुम् उदुशरावे यथा शरीरसम्बद्धानाम् इयं शरीरस्यापि छायाकर्तुं पूर्वं बभूव इति गम्यते शरीरैकदेशानां च लोमनखादीनां नित्यत्वेन अभिप्रेतानाम् अखण्डितानां छायाकर्तुं पूर्वमासीत् छिन्नेषु च नैव लोमनकादिच्छाया दृश्यते अतः लोमनकादिवतो शरीरस्यापि आगमापायित्वं सिद्धमिति उदुशरावादौ दृश्यमानस्य तन्निमित्तस्य च देहस्य अनात्मत्वं सिद्धम् उदुशरावादौ छायाकर्तृत्वात् देहसम्बद्ध अलङ्कारादिवत् न केवलम् एतावत् तेन यावत्किञ्चिद् आत्मीयत्व अभिमतं सुखदुःखरागद्वेषमोहादि च कादाचित्कत्वातो नख लोमादिवत्तु अनात्मा इति प्रत्येतव्यम् एवम् अशेषमिथ्याग्रह अपनयनिमित्ते साद्वलङ्कारादिदृष्टान्ते प्रजापतिना उक्ते श्रुत्वा तथा कृतवतोः अपि छायात्मविपरीतग्रहो न अपजगाम यस्म तस्मात् स्वदोषेणैव केनचित् प्रतिबद्धविवेकविज्ञानौ इन्द्रविलोचनौ अभूताम् इति गम्यते तौ पूर्वदेव दृढनिश्चयो पप्रच्छ किं पश्यतः इति